अस्तु, तर्हि अत्र गीतासोपानस्य द्वितीयभागस्य पञ्चविंशः पाठः प्रवर्तमानः अस्ति। तत्र च अस्माकं विषयः अस्ति शानजन्तरूपाणि, पुस्तकस्य च अन्तिमाध्यायः अयम्। अत्र कथा अस्ति, तां कथां वयं किञ्चित् कृतवन्तः। अत्र विशिष्टभागम् इदानीं कुर्वामः। तत्र तृतीय अनुच्छेदः प्रवर्तमानः अस्ति, झटिति इत्यस्मात्। लक्ष्मीभगिनी, तत्र आरम्भतः नाम झटिति इत्यस्मात् यावत् वयं कृतवन्तः तत्र पठतु कृपया। झटिति नारदः कम्पमानः तस्य समीपम् अगच्छत्। कृष्णः ज्वरेण वेपमानः, शिरोवेदनया पीड्यमानः च आसीत्। कारणं जिज्ञासमानः नारदः कृष्णम् अपृच्छत्। वेदनाम् असमानः कृष्णः हाहाकारं कुर्वन् एव नारदः धन्वन्तः। न जाने किमर्थं भवत्याः इदानीं सम्पर्कः सम्यक् नास्ति। एकवारम् एकः शब्दः श्रूयते, पुनः अग्रिमशब्दः न श्रूयते। सर्वेषां तथा अस्ति वा? न जाने किमर्थम्। अस्तु, सुब्रह्मण्यं महोदय, भवान् एव पठतु एकवारं झटिति। अस्तु महोदय, श्रूयते वा महोदय सम्यक्? आम् आम्, असम्यक्तया। आम्, झटिति नारदः कम्पमानः तस्य समीपम् अगच्छत्। कृष्णः ज्वरेण वेपमानः, शिरोवेदनया पीड्यमानः च आसीत्। कारणं जिज्ञासमानः नारदः कृष्णम् अपृच्छत्। वेदनाम् असहमानः कृष्णः आहाकारं कुर्वाणः एवम् एव उत्तरं दत्तवान्। तत् श्रुत्वा नारदः स्वप्रभावेन धन्वन्तरीम् अश्विनौ च तत्र समाहूतवान्। तेषाम् उपचारेणापि कृष्णस्य शिरोवेदना वर्धमाना एव अभवत्। धन्वन्तर्यादयः लज्जमानाः ततः निर्गताः। एतदन्तरे अन्तरिक्षात् भक्तानां चरणधूलिः एव भगवतः शिरोबाधायाः म्रियमाणम् औषधम् इति अशरीरवाक् श्रुता। परं व्यथमानः नारदः तस्याम् आकाशवाण्यां श्रद्धधानः न अभवत्। अस्तु अस्तु, भवानेव तत्र वाक्यत्रयं स्वीकृत्य वदतु यत् किम् अस्ति, अनन्तरम् एवं क्रमेण गच्छेम। वाक्यत्रयम् इत्युक्ते अन्तिम त्रीणि वाक्यानि महोदय? प्रथमतया अत्र झटिति नारदः कम्पमानः तस्य समीपम् अगच्छत्। अत्र नारदः कृष्णं दृष्टवान्, यथा दृष्टवान् तस्मिन् समये कृष्णः खिद्यमानः आसीत्। तत्कारणात् सः शीघ्रमेव किञ्चित् तस्मिन् हृदये किञ्चित् चिन्ता प्रायः चिन्ता अनुभवं कृतवान्, किमर्थं चेत् कृष्णः समीचीनः न इति प्रायः तस्य सः अवगतवान्। तत्कारणात् सः कम्पमानः आसीत्, समीपमपि गतवान्। कृष्णः ज्वरेण वेपमानः, शिरोवेदनया पीड्यमानः च आसीत्। सः ज्वरेण अपि शिरोवेदनया पीडितः आसीत्। नारदः कारणं ज्ञातुम् इच्छुकः आसीत्, तत्कारणात् सः कृष्णं पृष्टवान् किम् अभवत् इति। हा, अस्तु, समीचीनमस्ति। हा, किम् अभवत् इति। हा, अस्तु, ततः अग्रे सन्धिः महोदय कृपया वाक्यत्रयं। श्रीनिवास अस्तु, अन्ये के सन्ति? श्रीनिवासमहोदय अस्ति, अस्तु, अन्य कोऽपि वा? नमस्ते महोदय, नताशा. नताशा भगिनी, अन्य कोऽपि वा? अस्तु, सञ्जीव महोदय, कृपया. वेदनां वेदनां वेदनाम् असहमानः कृष्णः हाहाकारं कुर्वाणः एव उत्तरं दत्तवान्. अत्र असहमान इति शानजन्तपदमस्ति. वेदनां पीडाम् असहमानः न सह्यमानः न सहमानः कृष्णः हाहाकारं कुर्वाणः एव उत्तरं दत्तवान्. शब्दं कुर्वाणः कुर्वन् एव उत्तरं दत्तवान्. तत् श्रुत्वा अग्रे सर्वेषां एतावता सर्वेषां मनसि स्पष्टता अस्ति खलु? कोऽपि प्रश्नः कस्यचित्? अस्तु महोदय, अग्रे. तत् श्रुत्वा नारदः स्वप्रभावेण धन्वन्तरीम् अश्विनौ च तत्र समाहूतवान्. तत् शब्दं कृष्णस्य शब्दं श्रुत्वा नारदः स्वप्रभावेण स्वशक्त्या धन्वन्तरिं तत् धन्वन्तरी वैद्यम् अश्विनीकुमारौ च तत्र समाहूतवान् तत्र आहूतवान्. तेषाम् उपचारेण अपि कृष्णस्य शिरोवेदना वर्धमाना एव अभवत्. तेषां वैद्यानाम् उपचारेण अपि किमपि परिवर्तनं न अभवत्, शिरोवेदना अवर्धयत. त्रीणि वाक्यानि जातानि वा? त्रीणि. अस्तु अस्तु, समीचीनमस्ति. अग्रे तर्हि अत्र अस्तु, अजय महोदय, अग्रे. धन्वन्तर्यादयः लज्जमानाः ततः निर्गताः. वैद्यः लज्जमानाः लज्जमानाः शानजन्तपदमस्ति. शिरोवेदना वर्धमाना इति धन्वन्तरादयः लज्जमानाः ततः निर्गताः. नाम तेषां गतवान् उपचारः कार्यं न करोति स्म इति कृत्वा खलु? अस्तु. एतदन्तरे अन्तरिक्षात् कृष्णस्य अन्तरिक्षात् तदनन्तरम् अन्तरिक्षात् भक्तानां चरणधूलिः एव भगवतः शिरोबाधायाः स्मर्यमाणं औषधम् इति अशरीरवाक् श्रुता. अन्तरिक्षात् एष अन्तरिक्षात् एतत् वाणीं वाणी सर्वे श्रुतवान्. भक्तानां चरणधूलिः भगवतः शिरोबाधायाः समर्यमाणम् औषधं. चरणधूलिः एव औषधम् इति भक्तानां चरणधूलिः एव औषधम् इति अशरीरवाणी श्रूयते, सर्वे श्रूयते, सर्वैः श्रूयते. परं व्यधमानः नारदः तस्याम् आकाशवाण्यां श्रद्धधानः न अभवत्. नारदः एतत् वाण्यां न विश्वासं करोति इति वार्ता अस्ति समीचीनं न श्रद्धानः आसीत् इति अस्य शब्दस्य अर्थः स्पष्टः जातः खलु विश्वासः न जातः अस्तु इतः अग्रे इदानीम् इति किं इति नूतनभागः इति अस्मात् अस्तु सहदेव महोदय कृपया भगवतः आम् भगवतः रोगशान्तिं कामयमानः सः अन्यान्यप्रयत्नान् कुर्वाणः आसीत् भगवतः भगवतः इत्यस्य विभक्तिः का आम् नताशा भगिनी वदतु महोदय चतुर्थी चतुर्थी विभक्तिः पुष्पा भगिनी अत्र का विभक्तिः भगवतः पुष्पा भगिनी हरि ओम् महोदय समीचीनं बहु सम्यक् अस्ति सदैव बहु सम्यक् अस्ति उक्तवान् अस्तु महोदय भगवतः षष्टिविभक्तिः अस्ति अवश्यं भवतः नाम किं भगवतः षष्टिविभक्तिः अस्ति खलु तत्र चतुर्थी अवश्यं नास्ति तत्र किन्तु अन्यत् किं भवितुमर्हति स्म षष्टिः नास्ति चेत् पञ्चमी पञ्चमी भवितुमर्हति स्म किन्तु अर्थं दृष्ट्वा वयं जानीमः षष्टिः एव अस्ति भगवतः रोगशान्तिः ताम् अस्तु सदैव भगवतः रोगशान्तिः रोगशान्तिः इति अवगच्छति वा अवगच्छामि रोगशान्तिं कामयते शिरोदेन आगतवान् किं वदति भवान् अत्र भगवतः रोगशान्तिं कामयमानः इत्युक्ते कामयते इत्युक्ते desire आङ्ग्लभाषायां मास्तु ओ सामान्यशब्दः अस्ति खलु अस्माकं सामान्यशब्दः अस्ति अत्र बहु सामान्यशब्दः सच्च शब्दः कः अन्य कोऽपि अत्र सन्ध्या भगिनी तत्र कामयमानः इत्यस्य स्थाने किं तत्र कामयते इत्यस्मिन् अर्थे किं भवति अस्माकं सामान्यक्रियापदम् इच्छति इच्छन् कामयमानः इति तत्र इच्छन् रोगशान्तिम् इच्छन् कामयमानः नाम रोगशान्तिम् इत्युक्ते तत्र रोगसमाप्तिः रोगसमाप्तिम् इच्छन् कामयमानः अस्तु सहदेव महोदय अग्रे अन्यान्यप्रयत्नान् कुर्वाणः आसीत् इत्युक्ते अन्यान्य नाम अन्य अन्य भिन्न भिन्न विभिन्न अन्य अन्य अन्यान्य प्रयत्नः जानाति वा प्रयत्नः प्रयत्नं करोतु प्रयत्नं करोतु नाम भिन्नभिन्नमाध्यमेन सः प्रयासं करोति स्म नाम इदम् औषधं तदौषध औषधम् इदम् औषधं तदौषधम् इत्यादिकं तत्र भिन्नभिन्न उपचाराः जाताः, किन्तु तत्र साफल्यं न जातं. भगवतः रोगशान्तिं कामयमानः सः कः? सः सदैव महोदय, सः कः? पुष्पा भगिनी, भवतीम् अहं पृष्टवान् वा? कदाचित् अवगमनं भविष्यति, कदाचित् कदा वक्तव्यमस्ति कदा न वक्तव्यमस्ति. अन्ये सर्वे अवगच्छन्ति, केवलं भवती न जानाति किमर्थं न अवगच्छति भवती. इदानीं सहदेव महोदय वदति खलु. महोदय वदतु. महोदय, चिन्तयामि सः कृष्णः, परन्तु पुष्पभगिनी नारद. पूर्वतने वाक्ये तत्र किम् आसीत्? तत्र परं कस्यचित् गृहे इदानीं ध्वनिः अस्ति. यस्य गृहे ध्वनिः अस्ति सः म्यूट् करोतु, अथवा स्पीकर् फोन् मास्तु तादृशं. परं व्यथमानः नारदः तस्यां आकाशवाण्यां श्रद्धधानः नाभवत्. नारदः अत्र नारदः नारदः इति विषयः अस्ति खलु? सदेव महोदय. नारदः श्रद्धधानः न अभवत्. भगवतः रोगशान्तिं कामयमानः नारदः तत्र, यतोहि तत्र आकाशवाणी आसीत् तस्य सन्देशम् अश्रुत्वा अपरैः माध्यमेन तस्य प्रवर्तमानः तत्र प्रयत्नः प्रवर्तमानः अपरैः माध्यमैः. नाम तत्र आकाशवाणी वदति स्म यत् अस्तु, नताशा भगिनी वदतु, तत्र आकाशवाणी किं वदति स्म? कः महोदय प्रश्नः? कः आकाशवाणी किं वदति स्म? आकाशवाणी वदति कृष्णस्य रोगशान्ति किञ्चित् कृष्णस्य भक्तानां चरणधूलिः आवश्यकम् आवश्यकी. किं महोदय? चरणधूलिः, धूलिः द्रष्टव्यं. धूलिः प्रायः किं स्त्रीलिङ्गशब्दः अस्ति वा? प्रायः स्यात् धूलिः. कोऽपि पश्यतु, धूलिशब्दस्य लिङ्गं किं? स्त्रीलिङ्गशब्दः एव अस्ति. आवश्यकी धूलिः इति चरणधूलिः. आवश्यकी. तदनुसारेण नारदः कार्यं करोति स्म वा? न महोदय, नारदः न श्रद्धवान् आकाशवाणी तथा अन्य प्रयत्न कुर्वाण. अन्य प्रयत्न करोति, किन्तु तत्र अन्य किं महोदय? पुनः वदतु सम्यक्तया, शुद्धरूपेण. नारदः अन्यान्य प्रयत्न करोति. प्रयत्न एतादृश शब्दः भवति संस्कृतभाषायां. यत्र अन्यान्य अस्ति तत्र बहुवचने भवेत् प्रयत्नं. प्रयत्नं न प्रयत्नान्, अत्र यत् प्रयत्नान्. आम्, अत्र किमर्थं प्रयत्नान् लिखितमस्ति? बहुवचने किमर्थम्? भिन्नः भिन्नः प्रयत्नान् करोति. हा, नाम तत्र केवलम् एकः प्रयत्नः वा? न, इति कृत्वा बहुवचने भवेत्. अस्माकं भाषावर्गः किमर्थमस्ति? भाषावर्गः येन येन अस्माकं भाषा शुद्धा स्यात्, एतादृशं चिन्तनं सर्वे जानन्ति एव. किन्तु भवती वारं वारं भवति स्म प्रयत्न करोति स्म, प्रयत्न तादृशरूपं न कदापि भविष्यति. प्रथमतया कस्यापि शब्दस्य विभक्तियन्तरूपं भवेत्, नाम विभक्तिः स्यात् खलु. अत्र बहुवचनान्तरूपम् अपेक्षितमस्ति. अन्यान्यप्रयत्नान् कुर्वाणः आसीत्. अस्तु, सम्यक्. श्रीनिवासमहोदय अग्रे. आम् महोदय. अन्ते चरणदुल्यार्थं तदातॄणां भक्तानाम् अन्वेषणाय प्रयतमानः सः कृष्णपत्नीनां गोपिकानां गोपकानां समीपं गत्वा अपृच्छत्. नारदः अन्ते चरणदूल्यार्थं सः कृष्णपत्नीनाम् अथवा गोपकानां समीपं. एकनिमेषः. अन्ते चरणधूल्यार्थम् अनन्तरं कः शब्दः अस्ति? तद्दातॄणां. तस्य विचारं कृत्वा तत्र शब्दपरिचयं करोतु. दातॄणां इत्युक्ते अत्र प्रातिपदिकं किं? धातु हा. अत्र अत्र लक्ष्मीभगिनी वदतु, तत्र प्रातिपदिकं किं? दाता अस्ति चेत् दातृ ऋकारान्तशब्दः. हा, ऋकारान्तशब्दः. अत्र किं तत्र विभक्तिः वचनं च शब्दपरिचयः? तद्रातॄणाम् इत्युक्ते षष्ठी बहुवचनं पुंलिङ्गरुकारान्तशब्दः. दाता दातारौ दातारः दातॄणां षष्ठी बहुवचनम्. अत्र तकारस्य अनन्तरं कः वर्णः अस्ति? तकारस्य अनन्तरं महोदय एतत् दातॄणाम अथवा तद्रातॄणाम महोदय? अत्र समस्तपदमस्ति, समासः अस्ति. अग्रिमे पुस्तके एतत् द्रक्ष्यामः. अत्र अत्र सञ्जीवमहोदय कृपया तत्र पदविच्छेदं कृत्वा वदामि महोदय. न न न न अत्र कस्य नाम अहम् उक्तवान्? सञ्जीवमहोदयस्य. अन्ते चरणधूल्यर्थं तद्दातॄणाम् इत्युक्ते तत् योगः दातॄणाम् इति. तत् योगः दातॄणां, तत्र सन्धिः अस्ति. तत् त योगः द तत् हलन्त हल् सन्धिः जष्ट्वसन्धिः भवति. तद्दातॄणां तत्र समस्तपदमपि अस्ति. तस्य दातॄणाम् इति चरणधूलेः दातॄणाम्. हा, समीचीनमस्ति इति अस्ति. अत्र तत् इति प्रातिपदिकमस्ति. समस्तपदे प्रथमशब्दस्य पूर्वपदस्य प्रातिपदिकरूपं भविष्यति. तत्र समासविषये वयम् एतत् सर्वं द्रक्ष्यामः. अत्र तस्य इति अस्य चरणधूल्यार्थं तस्य दातॄणां एकनिमेषः तत्र सञ्जीव तत्र तस्य इति कस्य चरणधूलेः धूलेः धातॄणां धूलिं किं धूलि इति लिङ्गं किं स्त्रीलिङ्गरूप तर्हि किं स्यात् तस्य इति नास्ति खलु तस्याः तस्याः दातॄणाम् अत्र तकारस्य अनन्तरं कः वर्णः अस्ति दकार नाम तत्र द्वितीयतकारः दीर्घरुकार रु हा तत्र दीर्घः ऋकारः अस्ति सर्वेषां तत्र तादृशम् उच्चारणम् अपेक्षितमस्ति दातॄणां सर्वेषाम् उच्चारणं तथा स्यात् तस्याः दातॄणाम् इति अस्ति दीर्घऋकारः षष्टिविभक्तौ तत् तादृशं रूपम् अस्ति कर्तॄणां दातॄणां यः ददाति सः दाता अस्ति दातृ कर्तृदातृ यः ददाति सः दाता दातृ इति प्रातिपदिकमस्ति षष्टिविभक्तौ बहुवचने दातॄणां तस्याः दातॄणां तस्याः धूल्याः दातॄणाम् इति अत्र इति व्यस्तप्रयोगः यत्र कुत्रापि संयुक्तशब्दः भवति नाम समस्तशब्दः समासः तस्य च पृथक् पृथक् अपि प्रयोगः भवितुमर्हति तस्य नाम अस्ति नामकरणमस्ति यत्र पृथक् पृथक् वदामः नाम तस्याः दातॄणाम् इति तादृशप्रयोगः व्यस्तप्रयोगः इति वदामः तर्हि समस्तप्रयोगः भवति व्यस्तप्रयोगः भवति अत्र व्यस्तप्रयोगः अस्ति व्यस्तः प्रयोगः समस्तः प्रयोगः यत्र समासः अस्ति तत्र समस्तः प्रयोगः संयुक्तप्रयोगः अत्र तद् दातॄण अपि च यत्र पूर्वपद उत्तरपदयोः च समासः भवति तत्र सन्धिः अनिवार्या अस्ति सन्धिः सन्धेः अवसरः अस्ति इति चेत् अस्माकं तत्र विकल्पः न भवति सन्धिः नाम तत्र तत् इति मूलशब्दः अस्ति तत् तकारस्य स्थाने दकारः जातः हल्सन्धिं कृत्वा अत् एतत् सर्वं भविष्यति अग्रिमे पुस्तके हा तकारस्य स्थाने दकारः जातः तच्च परिवर्तनम् अनिवार्यमस्ति तर्हि तस्याः दातॄणाम् इति व्यस्तप्रयोगः समस्तप्रयोगः अस्ति तद्दातॄणाम् इति रूपमस्ति अस्तु श्रीनिवासमहोदय पुष्पा भगिनी प्रश्नः अस्ति वा पुष्पा भगिनी अस्ति महोदय चरणदूलि अर्थं न चरणदूल्यर्थं दूलि अर्थं या दूलीयर्थम् ह्रस्व इकारान्तशब्दः अस्ति अत्र ह्रस्व इकारान्तशब्दः धूलिः धूलि अत्रापि समासः अस्ति ह्रस्व इकारः अनन्तरम् अकारः द्वयोः संयोजनेन इकारस्य स्थाने यकारः जातः धूल्यार्थं किम् अन्यत् किमपि वक्तव्यमासीत् केनचित् यत्र तद्दातॄणामस्ति तत्र व्यस्तपदं भवति तद् दातॄणां प्रातिपदिकं तु तद्देव अस्ति दकारान्त तद् किं प्रातिपदिकमस्ति तत् दकारान्त कश्चन प्रश्नः मया न अवगतं तत् किं प्रातिपदिकं तकारान्तः अस्ति वा दकारान्तः अस्ति विकल्पेन द्वयमपि अस्ति यत्र तकारान्तशब्दः अस्ति विकल्पेन यत्र कुत्रापि तकारान्तशब्दः अस्ति तत्र विकल्पेन सुहृत् सुहृद् द्वयमपि भवति नित्यं तादृश हल्सन्धिः भवति धन्यवादः. अस्तु महोदय. श्रीनिवासमहोदय अग्रे. आं महोदय, अत्र प्रयतमाना इति शानजन्तं रूपमस्ति महोदय नारदस्य विशेषणं. किन्तु भक्तानाम् अन्वेषणाय. भक्तानाम् अन्वेषणाय. अन्वेषणाय इति काव्यभक्ति पञ्चमी वर्ष. कस्यचित् गृहे द्वारं वारं वारं कोऽपि उद्घाट्यते, एतत् सर्वं म्यूट् कुर्वन्तु यस्य गृहे एतत् सर्वम् अस्ति. अन्वेषणाय इति चतुर्थी विभक्तिः अग्रे. भक्तानां अन्वेषणं करोति महोदय नारदः. कृष्णपत्नीनाम् अथवा गोपकानां समीपं गत्वा इच्छति. अस्तु, समीचीनमस्ति. पद्मा भगिनी अग्रे. आं महोदय. परन्तु चरणधूलिदानं पायाय कल्पते इति पापाय कल्पते इति मन्वनाः ते मन्वानाः सम्यक्तया आरम्भतः करोतु कृपया. परन्तु क्षम्यतां महोदय. परन्तु चरणधूलिनां पायाय कल्पते. किं लिखितमस्ति? चरणधूलिदानम्. परन्तु चरणधूलिदानं पापाय कल्पते इति मन्वानाः ते नारदस्य वचनेषु अश्रद्धदानाः अवर्तन्त. मन्वानाः मन्ये महाभक्ता चरणधूलिदानं पापम् इति मन्यते. अत्र क्रमेण गच्छतु कृपया. परन्तु चरणधूलिदानं चरणधूलिदानम् इत्युक्ते पादस्य धूलि दानं भगवान् भगवतः दानं करणं पापम् इति मन्यते. हा, अत्र कल्पते इति अस्य पापाय कल्पते. कल्पते इत्युक्ते पापम् इति अत्र कल्पते. कल्पना इति कल्पना तादृशम् ऊहा इति तादृश इति शोचनं करोति, भक्ताय शोचनं करोति. नाम चिन्तनमिति वा? चिन्तनं करोति. वस्तुतः अत्र कल्पते भिन्नभिन्न न अत्र अभिप्रायः इति न अर्थः. कल्पते इति अस्य भिन्नभिन्न अर्थाः भवन्ति. अत्र कल्पते इत्युक्ते तस्य परिणामः तथा अस्ति, परिणामः तस्य फलं तथा अस्ति. मम नाम चरणधूलिदानम् अत्र यत्र कल्पते इत्यस्मात् पूर्वं चतुर्थी विभक्तिः अस्ति खलु, पापाय कल्पते. पापाय कल्पते नाम तस्य परिणामः तथा. नाम चरणधूलिदानेन पापः भवति, पापं भवति इति पुच्छकं पापं भवति. अत्र अत्र समस्तपदमस्ति चरणस्य धूलेः दानं इति अत्र षष्टिविभक्तिः लुप्ता भवति. अत्र चरणस्य धूलेः दानम् इति कृत्वा चरणधूलिदानम् अत्र चरणधूलिदानेन पापं भवति, नाम पापमिति फलं भवति, परिणामः इति कृत्वा पापाय कल्पते. अन्य कोऽपि तत्र उदाहरणं दातुं शक्नोति वा? नाम चतुर्थीविभक्ति अनन्तरं कल्पते, अन्य कोऽपि वदति वा अन्यत् वाक्यम्? प्रयत्नं कृत्याय विजयं कल्पते. हा हा, सम्यक् अस्ति, पुनः वदतु. प्रयत्न कृत्याय विजयं कल्पते. प्रयत्नकृतिः इति वा? हा, किन्तु रूपं सम्यक् न उक्तं, सम्यक्तया न उक्तं भवत्या रूपं. तत्र षष्टिविभक्तिः पुनः चिन्तयतु. अन्यत् सरलवाक्यं सर्वे रचयन्तु एकवारं. चतुर्थीविभक्तिः यत्र वदतु. दानं धर्माय कल्पते. हा, दानं धर्माय कल्पते, नाम दानेन धर्मः इति परिमाणः परिणामः भवति फलं. दानेन पुण्यं कल्पते. हा, किन्तु चतुर्थी खलु, पुनः वदतु. दानेन पुण्यं कल्पते. पुण्यमिति न चतुर्थी विभक्तिः. पुण्याय कल्पते. दानेन पुण्याय कल्पते. दानेन इति न, अत्र दानम्, अत्र यत् कारणं भवति, यत् फलं भवति. कारणं प्रथमाविभक्तौ अस्ति, फलं भवति चतुर्थीविभक्तौ इति रूपमस्ति. नाम यत्र वयं वक्तुमिच्छामः, दानेन पुण्यं भवति. दानेन इति तृतीया, पुण्यमिति प्रथमा. तस्मिन् एव अर्थे यत्र वयं कल्पते इति उपयोक्तुम् इच्छामः, तत्र यत् कारणमस्ति दानं, तस्य प्रथमविभक्त्यन्तं भवेत्. अनन्तरं शृणोतु, अनन्तरं यत् फलं भवति चतुर्थीविभक्तौ भवति. वदतु एकवारं. धर्मं सत्याय कल्पते. न, तद् यत् वाक्यं भवती उक्तवती, दानं पुण्याय कल्पते. हा, इति समीचीनमस्ति. अन्यत् किमपि वाक्यं कोऽपि वदति वा? ज्ञानाय कल्पते महोदय. हा हा, पुनः वदतु महोदय. अध्ययनं ज्ञानाय कल्पते. हा, समीचीनं, बहु समीचीनं. अन्य का, लक्ष्मीभगिनी वा? चर्चा विवादाय मा कल्पते. अस्तु, सम्यक्. अन्यत् किमपि वाक्यं? लेखनीं लेखनाय कल्पते इति समीचीनं वा? लेखनीं लेखनाय सर्वदा तथा नास्ति खलु. लेखनीं तत्र लेखनीप्रयोगः यत्र प्रयोगः अपेक्षितः अस्ति खलु. केवलं लेखनी अस्ति चेत् लेखनं भविष्यति एव इति तथा नास्ति खलु. कविता लेखनाय न, लेखनाय न, कविता पश्यतु, यत्र कार्यकारणभावः अस्ति, कार्यकारणभावः अपेक्षितः अस्ति. एकं कारणमस्ति, एकं कार्यमस्ति. नाम कारणं फलं, यत्र नितरामस्ति तथा अस्य करणेन अन्यत् इदं भवति इति, यत्र भवति तत्र तादृशप्रयोगः भविष्यति. लेखनी अस्ति चेत् लेखनं भविष्यति इति नास्ति खलु, केवलं लेखनी इति पर्याप्तं नास्ति खलु, कविता लेखनाय कल्पते, कविता इति कारणं भवति वा? न कारणं न, कविता तु आगच्छति, कारणं भवति स्म, यथा तत्र सरल सुब्रह्मण्य महोदय सरलरीत्या उदाहरणं दत्तवान् खलु, अध्ययनम् अध्ययनेन ज्ञानं फलं भवति खलु, तदाधारेण वदामः तत्र कार्यकारणभावः अस्ति, कारणं भवति अध्ययनं, फलं भवति किं ज्ञानं, तर्हि अध्ययनं ज्ञानाय कल्पते इति तादृशप्रयोगः भविष्यति. अग्रे गच्छेम तर्हि, सम्यक् अस्ति, अस्तु पुष्पभगिनी अग्रे वदतु. परन्तु चरणधूलिदानं पापाय कल्पते इति मन्वानाः ते नारदस्य वचन न ते वचनेषु अश्रद्धदानाः अवर्तन्त. कृष्णपत्नीनां गोपकाः. अहं यदा पृच्छामि ते, तत्र उत्तरं षष्ठी विभक्तो भविष्यति वा? न न न, कृष्णपत्नीः तु गोपकाः. कृष्णपत्नी कृष्णपत्नीः भवति वा? सम्यक्तया वदतु कृपया. पत्नी शब्दः नदी शब्दवत् अस्ति खलु, तत्र सरलशब्दः नदी नदी नद्यः पत्न्यः पत्न्यः कृष्णपत्न्यः गोपकाः ते. हा सम्यक्, बहु सम्यक्, इदानीं सम्यक् अस्ति खलु. मन्वानः ते नारदस्य वचनेषु किम् अश्रद्धधानाः अश्रद्धधानाः तु श्रद्धदाना विश्वासः अविश्वासः अविश्वासाः अवर्तन्त. समीचीनं, बहु सम्यक् अस्ति. मन्वते इति मन्वते मन्वयते मन्वन्ते आनायति. न न न न, अत्र मन् इति धातुः अस्ति, दिवादिगणे अस्ति, तर्हि यकारः भवति. मन्यते मन्येते मन्यन्ते मन्यते मन्येते वा शानच् इति अत्र महोदय मनुते खलु महोदय क्षम्यतां दातुः अत्र न केवलं दिवादिगणे अस्ति, तनादिगणे अपि अस्ति, यतोहि अत्र मन् धातुः तनादिगणे अपि अस्ति, तनादिगणे अस्ति, अत्र विकरणप्रत्ययः अस्ति उ, अत्र कुरुते यथा कुरुते कुरुते इति यथा कुरुते इति कुर्वाणः, यतोहि अत्र कुरु योगः आनः, कुरु योगः आन, तत्र उकारस्य तत्र सन्धिं कृत्वा उकारस्य स्थाने वकारः जातः, तनादिगणे अस्ति, यत्र ये दातवः आत्मनिपदिदातवः तत्र तनादिगणे सन्ति तेषाम् उकारः भविष्यति. तत्र कुरु अत्र कुरु अस्ति, मनु अस्ति, मनुते मनुयोगः आन इति कृत्वा मन्वानः इति अस्ति. यदि स एव धातुः मन् धातुः मन् धातुः दिवादिगणे अपि अस्ति, मन्यते अत्र मन्यते इति अस्मिन् इति अस्ति चेत् तत्र रूपं किं भवति स्म? मन्यानः न मन्यमानाः समीचीनम्. यतोहि मन्यन्ते एकवचने मन्यते ते इत्यस्मात् पूर्वं लघुकारः अस्ति कृत्वा मुगागमः भवति खलु, तर्हि मान इति भवति न तु आन, तर्हि मन्ययोगः मान मन्यमान बहुवचने मन्यमानाः, अत्र तनादिगणे मन्वानाः दिवादिगणे मन्यमानाः, अर्थः समानः, पीड्यमानाः अत्र तत् समानः न पीड्यमानाः मन्यमानाः यकारः अस्ति किन्तु कारणं भिन्नम् अस्ति अत्र दिवादिगणे नास्ति. अस्तु अग्रे पठामि. पीड्यमानः तत् कर्मणि अस्ति. अस्तु अस्तु अग्रे तत्र सुनिधि भगिनी अग्रे भगिनी अस्ति. अस्मि अत्र. ततः चरणधूलिं प्रार्थयमानः नारदः गोपिकाः अपृच्छत् तेन उच्यमानं वचनं पूर्णं अश्रुत्वा एव ताः गोपिकाः दुःखम् असहमानाः अवर्तन्त. अस्तु अर्थः कः ततः ततः नारदः चरणधूलिं प्रार्थयति सः प्रार्थयते प्रार्थयते ते गोपिकाः अपृच्छत् अत्र गोपिकाः इति अस्य का विभक्तिः का विभक्तिः पुनः वदतु सम्यक् द्वितीया विभक्ति वचनं किं बहुवचनं किम् उक्तवती पुनः बहुवचनं हा बहुवचनमस्ति हा सम्यक् हा बहुवचनमस्ति यथा लता लते लताः लतां लते लताः लताः गोपिकाः द्वितीयविभक्तौ बहुवचने हा ततः चरणधूलिं प्रार्थयमानः नारदः गोपिकाः अपृच्छत् हा अनन्तरं किम् तेन उच्यमानं किमस्ति उच्यमानम् इति वस्तुतः वच् धातुः अस्ति वक्ति वदति इत्यस्मिन् अर्थे वदति अत्र कर्मणि अस्ति वक्ति उच्यते उच्यते नाम तत्र वक्ति यः वदति वदति तस्य कर्मणि प्रयोगः उच्यते उच्यते तत्र शानच् उच्यमानम् अत्र कर्मणि शानच् अस्ति हा अस्तु वदतु इदानीं तेन उच्यते दुःखं किमस्ति दुःखं न जानाति सुखं दुःखं दुःखं दुःखं सुखं दुःखं न जानाति न जानाति सुखं जानाति वा सुखं? न, यत्र किं वक्तुं शक्नुमः, तत्र यदि जन्मदिनं भवति, यदा जन्मदिनं भवति तदा सुखं भवति खलु, सुखं यदा जन्मदिनं भवति सुखं भवति. अपि च यदि भवती किं पतति, भूमौ पतति, तत्र वेदना भवति, अतः दुःखं भवति. आम् आम्. गोपिकाः दुःखं भवति. असहमानाः सहते. सहते इति जानाति वा? सहते. आम् आम्. तर्हि क्रमेण पश्यतु एकवारं, सुनिधि भगिनी क्रमेण पश्यतु एकवारं. तेन उच्यमानं वचनं, किं वचनं? कस्य वचनं? कस्य वचनं? नारदस्य. हा, सम्यक् सम्यक्. तेन नारदस्य वचनं, नारदस्य वचनं नाम नारदेन उच्यमानं वचनं पूर्णम् अश्रुत्वा ताः गोपिकाः नारदस्य वचनं श्रुतवन्तः वा, श्रुतवत्यः वा? अश्रुत्वा, वचनम् अश्रुत्वा ताः किम् अभवत्? दुःखं. हा, तेषां दुःखस्य अनुभवः जातः, दुःखस्य अनुभवः जातः, तस्य च दुःखस्य तत्र दुःखं सोढुं न शक्तवत्यः. हा, तत्र दुःखं कठिनमस्ति, अतः सोढुं न शक्तवत्यः इति कृत्वा दुःखम् असहमानाः. अत्र अकारः अस्ति खलु, सहमानाः न असहमानाः. समीचीनम्. अस्तु सन्ध्या भगिनी, अग्रे. कथमपि कृष्णस्य पीडानि वृत्तिम् अभिलषमाणाः ताः चरणधूल्या एव पीडावारणं मन्यमानाः तदर्थं स्पर्धमानाः अभवन्. अत्र किम् अभवत्? कथापि कृष्णस्य गोपिकाः, पत्न्याः गोपिकाः च चिन्तयन्ति कथमपि तस्य पीडनं सहायं दत्तम् आवश्यकम्. हा हा, सम्यक्. अत्र पीडानिवृत्तिः नाम पीडा समाप्तिः, तादृशार्थः अस्ति. अवगच्छति वा? आम्. निवृत्तिः नाम अत्र समाप्तिः, पीडायाः समाप्तिः, पीडानिवृत्तिः. ताम् कथमपि कथञ्चित् कथमपि इति अवगच्छति वा? कथमपि कथमपि कृष्णस्य पीडायाः निवृत्तिम् अभिलषमाणाः. अभिलषमाणाः इत्युक्ते न जानामि. अत्र अभिलाषा इत्युक्ते एषणा, इच्छा, अभिलाषा. अभिलाषा इत्युक्ते इच्छा. अभिलषते इति अभिलषमाणः. तस्य अर्थः कः तर्हि? एषः जनाः तस्य नाम कथमपि कृष्णस्य पीडानिवृत्तिम् अभिलषमाणाः इत्युक्ते किम्? इत्युक्ते कथं करिष्यन्ति न जानन्ति, परन्तु पीडां समाप्तवती इच्छन् बहु इच्छा अस्ति. बहु सम्यक् अस्ति. पश्यन्तु सर्वे कथं सन्ध्याभगिनी कृतवती. नाम कस्यचिदपि मनसि यानि यन्त्राणि सन्ति तेषां सम्यक्तया उपयुज्य कथञ्चित् स्वस्य चिन्तनं यः व्यक्तीकरोति तत् नाम सदुपयोगः भवति मनसः यन्त्रस्य च. बहु समीचीनमस्ति, सम्यक्तया उक्तं भवत्या. केवलं वक्तुमिच्छामि अत्र यत् कथमपि इति न जानन्ति इति तादृश अर्थः नास्ति. कथमपि इत्युक्ते केनापि माध्यमेन नाम इन् एनी वे यथा कथमपि कथञ्चित् संहाव् तादृशार्थः अस्ति. न जानन्ति इति नाम केन अपि माध्यमेन कस्य अपि यन्त्रस्य उपयोगं कृत्वा कृष्णस्य पीडानिवृत्तिम् अभिलषमाणाः ताः. अत्र अस्तु अग्रे ताः इति सुब्रह्मण्यं कृपया वदतु महोदय. ताः इति ताः अत्र कृष्णपत्न्यः अथवा गोपिकाः चिन्तयन्ति. चरणधूल्या एव पीडावारणं मन्यमानाः तदर्थं स्पर्धमानाः अभवन्. इदानीं चिन्तनम् अस्ति अत्र कृष्णस्य पीडानिवारणार्थं चरणधूलि एव अत्र औषधम् इति ते मन्यन्ते, ताः मन्यन्ते. तदर्थं ताः स्पर्धमानाः अभवन् इत्युक्ते किञ्चित् अत्र स्पर्धनम् अपि भवति स्पर्धा अपि भवति तासु मध्ये. हा सम्यक्. अत्र पीडावारणम् इति ते तत्र विचारं करोतु. पीडायाः निवारणं महोदय, पीडायाः वारणं. अत्र वारणं निवारणं द्वयोः अर्थः समानः इति सर्वे अवगच्छन्तु. नियतिस्य आवश्यकता नास्ति. अत्र पीडानिवारणं पीडावारणं समानं. पीडायाः वारणं सम्यक् मन्यमानाः तदर्थं समासः अस्ति. षष्टि तत्पुरुषसमासः. किं समासः? षष्टि तत्पुरुषसमासः इत्युक्ते अग्रे द्रक्ष्यामः. अत्र षष्टिविभक्तिः लुप्ता जाता इति कृत्वा षष्टि तत्पुरुषसमासः इति वदामः. अस्तु, नास्ति चिन्ता. तत्र लक्ष्मीभगिनी अग्रे. नारदम् अनुवर्तमानः शयानस्य कृष्णस्य निकुञ्जम् आगताः. स्पीकर् फोन् मास्तु कृपया. नारदम् अनुवर्तमानाः ताः शयानस्य कृष्णस्य निकुञ्जम् आगताः. ताः गोपिकाः नारदम् नारदस्य अनुसरणं कुर्वत्यः. ताः गोपिकाः शयानस्य कृष्णस्य निकुञ्जम् आगतः इत्युक्ते कृष्णस्य समीपे आगतवत्यः. समीचीनमस्ति, बहु सम्यक्. अस्तु अग्रे सञ्जीवमहोदय अग्रे कृपया. ताः स्वां स्वां चरणधूलिं कृष्णस्य शिरसि लेपयितुं त्वरमाणाः अभवन्. ताः गोपिकाः स्वां स्वां चरणधूलिं सस्याः चरणधूलिं कृष्णस्य शिरसि लेपयितुं धारयितुं त्वरमाणाः त्वर इति धातुः त्वरते, त्वरमाणाः इति त्वरमाण इति शानजन्तपदं, त्वरते इत्युक्ते शीघ्रतया कार्यं कुर्वन्ति. इति अस्ति, सम्यक् अस्तु. अजय महोदय अग्रे. तासां भक्तिपारवश्यं वीक्षमाणः कृष्णः स्मयमानः श्रद्धधानाः मत्परमाः भक्ताः भवत्यः मे अतीव प्रियाः. गोपिकायाः भक्तिपारवश्यं कृष्णः वीक्षते. स्मयमानः इत्युक्ते अहं न जानामि. स्मयते, स्मयते, यत्र सुखमस्ति तत्र स्मयते भवति, स्मयनं. तत्र मुखेन या अभिव्यक्तिः भवति यदा सुखं भवति, स्मयते, स्मयते तत्र न स्मैलिङ्ग् इति अर्थः. कृष्णः कृष्णः गोपिकाः वदति ते सर्वे वीक्षमाणः इत्युक्ते ईक्षते. तस्य अर्थः कः? अर्थः पश्यति इति अर्थः, सम्यक्तया पश्यति इति अर्थः. वीक्षमाणः वीक्षते ईक्षते. कृष्णः वदति भवत्यः सर्वे कृष्णः बहु प्रियः इति अवदत्. तत्र प्रियाः इति कस्य विशेषणमस्ति? प्रियाः कस्य विशेषणं भवति? प्रियाः गोपिकाः विशेषणं भवति. सम्यक्, भक्ताः मत्पराः भक्ताः प्रियाः. अस्तु, समीचीनमस्ति. नताशा भगिनी अग्रे. कृष्णस्य वचनं श्रुत्वा गोपिकाः मोदमानाः नारदादयः लज्जमानाः च अभवन्. कृष्णस्य वचनं श्रुत्वा गोपिकाः कृष्णस्य वचनं श्रुत्वा गोपिकाः मोदमानाः प्रसन्ना गोपिकाः नारदादयः लज्जमानाः च अभवन्. नारदादयः इत्युक्ते नारदादयः नारद आदिः नारद आदिः लज्जमानः अभवन्. नारदादिः इति बहुवचनान्तरूपमस्ति. नारदादयः नारदादयः लज्जमानाः च अभवन्. अस्तु, स्पष्टमस्ति, सम्यक् वा? कथा समाप्ता. कोऽपि प्रश्नः? अग्रे गच्छेम. अत्र अग्रे अस्माकम् अभ्यासः अस्ति, पञ्चमः अभ्यासः. अत्र चतुस्सप्तति अधिकशततमीपूर्ते तत्र अस्ति पञ्चमभ्यासः. पञ्चमभ्यासः अस्ति तत्र. सुब्रह्मण्यं महोदय, कृपया, तत्र किं लिखितमस्ति? विशेष्यानुसारं शाणजन्तरूपाणि योजयित्वा वाक्यानि रचयत. उदाहरणार्थं, शिष्यः वन्दते, तं गुरुः अभिनन्दति. अत्र तं गुरुः अभिनन्दति इति मूलवाक्यमस्ति. अत्र शिष्यः वन्दते, शिष्यं गुरुः अभिनन्दति. शिष्यः वन्दमानः, तत्कारणात् अत्र वन्दमानं शिष्यं गुरुः अभिनन्दति. वन्दमानमिति शिष्य इत्य शिष्यमित्यस्य विशेषणम् अस्ति अत्र. बालिका नाटकं वीक्षते, तया निद्रा कृता. अत्र तया निद्रा कृता इति मूलवाक्यमस्ति. बालिकया निद्रा कृता. अत्र बालिका नाटकं वीक्षते, तत्कारणात् अत्र नाटकं वीक्षमानया बालिकया निद्रा कृता. सम्यक् अस्ति इति वाक्यमस्ति. अस्तु, द्वितीयं वाक्यं सञ्जीव महोदय कृपया. आरक्षकाः चोरं गृह्णते, तान् सर्वे प्रशंसन्ति. अत्र आरक्षकाः गृह्णते इति क्रियापदम् गृह्णन्ते. अत्र ग्रहधातुः कस्मिन् धातुगणे अस्ति जानाति वा? अत्र यतोहि तत्र रूपाणि, यानि रूपाणि भवता उक्तानि तानि सम्यक् न सन्ति. अत्र गृह्णते इति बहुवचनं बहुवचनं स्वादिगणं बहुवचनं एकवचनं. किन्तु अत्र तत्र एकवचने रूपं किम्? यथा क्रियादिगणे यथा क्रीणाति क्रीणाति अत्र परस्मैपदी दातुः अस्ति क्रीणाति, किन्तु आत्मनिपदी दातुः अस्ति चेत् तत् रूपाणि कथम् अस्ति, कथं सन्ति आत्मनि क्रीणाते? अत्रापि तथा गृह्णीते. तर्हि क्रीणाति इत्यस्य क्रीणीते द्विवचने क्रीणीते क्रीणाते. हा, क्रीणीते क्रीणाते क्रीणते, तथैव अत्रापि. हा, वदतु एकवारं तत्र गृहधातोः. गृह्णीते गृह्णाते गृह्णते. हा, तदाधारेण कथं वा स्यात्? तत्र एकवचने अस्ति इति कारणतः किमस्ति चिन्तनं? गृह्णीते ते गृह्णीते गृह्णीते ते इत्यस्मात् प्राक् ईकार न तु इकारः न तु ते इत्यस्मात् पूर्वं दीर्घीकारः अस्ति, न तु कः वर्णः? न तु अकारः अस्ति. हा, न तु लघु अकारः इति कारणतः मुगागमः न भवति. गृह्णानः. हा, सम्यक्. आरक्ष गृह्णानाः चोरं गृह्णानाः आरक्षकाः. चोरं गृह्णानान् आरक्षकान् सर्वे प्रशंसन्ति. हा, सम्यक् अस्ति, बहु समीचीनमस्ति. सर्वे अवगच्छन्ति खलु? चोरं गृह्णानान् आरक्षकान् सर्वे प्रशंसन्ति इति वाक्यमस्ति, यतोहि तान् अस्ति बहुवचने द्वितीयविभक्तौ, तदाधारेण अस्ति. अपि च गृह्णीते इत्येतस्मात् पूर्वं दीर्घिकारः अस्ति कृत्वा मुगागमः न भवति. द्विवचने गृह्णाते गृह्णते, तत्र आन गृह्णयोग आन गृह्णान इति रूपमस्ति. तृतीयं वाक्यं लक्ष्मीभगिनी. सः सम्यक् काव्यम् अधीते तस्य ज्ञानं वर्धते. अत्र मूलवाक्यं तस्य ज्ञानं वर्धते, क्रियापदमस्ति अधीते. अधीते शब्दस्य शानचन्तरूपम् अधीयानः. एकनिमेषः, तत्र चिन्तनं कथं भवति? एक एवमेव रूपं वदति चेत् न कोऽपि लाभः. लाट्लकारे रूपाणि कानि? तत्र एकवचने द्विवचने बहुवचने रूपाणि? अधीते अधीयाते अधीयते अधीयते बहुवचनान्तरूपं अधीय तिष्ठति. अनन्तरं लट्लकार एकवचनरूपम् अधीते ते अक्षरात् प्राक् ह्रस्व अकारः नास्ति, तदर्थं मुगागमः न आगच्छति. शाणचिरूपं प्रातिपदिकरूपम् अधीयान भवति. उत्तमम्. अत्र तस्य ज्ञानं वर्धते, षष्टिविभक्ति एकवचन शत्र शाणचन्तरूपम् आनयामि चेत् अधीयानस्य भवति. वाक्यं सम्यक् काव्यम् अधीयानस्य ज्ञानं वर्धते. हा, अत्र अधीयानस्य इति कस्य विशेषणं? तस्य. हा, तस्य नाम कस्य? सः. सम्यक् काव्यम् अधीयानस्य. हा हा हा, नाम यः यः सम्यक् काव्यम् अधीते तस्य ज्ञानं वर्तते. सः अतीयस्य विशेषणम् इति भवति अधीयानस्य. सम्यक्, बहु समीचीनमस्ति. अस्तु, अग्रे श्रीनिवासमहोदय, अग्रे. सः नृत्यं कुर्वते, भवति ताभ्यां पानकं ददातु भवती ताभ्यः पानकं ददातु मूलवाक्यं भवती ताभ्यां पानकं ददातु अत्र ताः नृत्यं कुर्वते पानकं नाम पानकं नाम पानार्थं किमपि जलम् अथवा यत्किमपि दुग्धं जलम् एतत् सर्वं पानकं भवति अस्तु फलरसं नृत्यं कुर्वते तत्र क्रियापदमस्ति कुर्वते महोदय कुर्वमानाः कूर्वते इत्यस्य एकवचने द्विवचने बहुवचने वदतु अपि च तत् स्पीकर् फोन् अस्ति चेत् मास्तु क्रियते क्रियते क्रियन्ते इति लट्लकारस्वरूपं न अत्र कूर्वते इति तु लिखितं पुरतः भवतः पुरतः अस्ति कूर्वते तर्हि क्रियते कथमस्ति कूर्वते इति अस्ति कूर्वते ताः नृत्यं कूर्वते कूर्वते इत्यस्य वचनं किं कूर्वते एकवचनं महोदय अत्र वाक्यं पठतु ताः नृत्यं कूर्वते ताः इति एकवचनमस्ति ताः बहुवचनमस्ति कुर्वते अपि बहुवचनम् इदानीम् एकवचनं किमस्ति तदाधारेण अस्माकं चिन्तनमस्ति खलु कुर्वते इत्यस्य एकवचनान्तरूपं किम् एकवचनान्त नथासा भगिनी वदतु कुर्वाते एकवचने एकवचने एकवचने सुनिधि भगिनी वदतु कुर्वते एकवचने किमस्ति पुनः कुरुते पश्यतु सुनिधि भवत्याः आयुः कः आयुः कः आयुः त्रयोदश हा त्रयोदश त्रय भगिनी त्रयोदशवर्षीया अस्ति अस्माकं जनाः न जानन्ति तत् सा तु त्रयोदशीया अस्ति पश्यन्तु लज्जा नास्ति वा भवेत् न तासा भगिनी तत्र वदतु एकवचने किमस्ति कुरुते कुरुते द्विवचने कुर्वाते बहुवचने कुर्वते कुरुते कुर्वाते कुर्वते कुरुते कुर्वाते कुर्वते इति अस्ति तदाधारेण किम् अस्ति तत्र श्रीनिवासमहोदय वदतु इदानीम् अस्माकं चिन्तनं कथमस्ति कुरुते कुर्वाते कुर्वते शानजन्तरूपं कुर्वाणा इदानीं सोपान शानजन्तरूपं श्रोतुमेव न इच्छामि इदानीम् अस्माकं सोपानानि कानि तत्र कुरुते ह्रस्वकारः नास्ति न बहुवचनान्तरूप आरम्भे बहुवचनान्तरूपं भवति तदाधारेण एतत् सर्वम् आरभ्यते कुरुते कुर्वाते कुर्वते अस्ति ते त्यक्त्वा कुर्व अस्ति कुर्वमाना इति शानजन्तरूपमस्ति गामगाम भवती भवती चिन्तनं करोति चेत् एकवचने ह्रस्वाकारः नास्ति महोदय, कुर्वते कुरुते अस्ति, तत्र उकारः अस्ति, एकुरु अत्र महोदय द्विवचनम् उपयोगं कुर्वन्ति न, द्विवचनं कुर्वाण भगिनि, हा भगिनि एकनिमेषः, तत्र कुर्वते कुर्व, अनन्तरम् एकवचने कुरुते, तेजस्मरूपम् उकारः इति कृत्वा मुगागमः न भवति, अतः कुर्वाण इति रूपम् अस्ति. अस्तु महोदय, समापयतु कृपया. कुर्वाण इति शानचन्तरूपम् अस्ति. तर्हि वाक्यं कथमस्ति? कुर्वाणाः नृत्यं कुर्वाणाः भवती नृत्यं कुर्वाणाभ्यः पानकं ददातु, भवती नृत्यं कुर्वाणाभ्यः पानकं ददातु. हा सत्यं, सम्यक्. भवती नृत्यं कुर्वाणाभ्यः, यतोहि स्त्रियामस्ति, ताभ्यः कुर्वाणाभ्यः ताभ्यः तत्र पानकं ददातु. अस्तु, अग्रे अन्तिमम् अस्ति. इदानीं पुष्पभगिनी वदतु. अस्तु महोदय, छात्राः प्रथमस्थानाय स्पर्धन्ते, तेषु कः प्रथमस्थानं प्राप्नुयात्? स्पर्धन्ते शानच् प्रत्ययः, कुर्वन्ति स्पर्धमानः तेषु अस्ति, तत्र तेषु कः प्रथमस्थानं प्राप्नुवात्? प्रथमस्थानाय स्पर्धमानेषु न प्रथमस्थानाय स्पर्धनेषु छात्रेषु प्रथमस्थानाय प्रथमस्थानं प्राप्नुयात्, कः प्रथमस्थानं प्राप्नुयात्? हा सुन्दरं, बहु सम्यक्, बहु सम्यक्. अस्तु, सुनिधि भगिनी अग्रे, सुनिधि भगिनी अग्रे. कपयः वृक्षेषु कूर्दन्ते, भवति तान् वीक्षता. भवति तान् कपयः वृक्षेषु कुर्वन्ते, मूलवाक्यमस्ति. भवती तान् वीक्षतां, तान् इति अत्र अस्तु, वदतु, अत्र मूलवाक्यमस्ति भवती तान् वीक्षतां, तत्रैव अस्माकं स्थापनं भविष्यति. अग्रे तान्, तान् इति अस्य स्थाने कूर्दन्ते रूपाणि कुदते कुदते कुदन्ते प्रथम एकवचन कुदते अस्ति, ते पूर्वम् अकारः अस्ति, मुगागमः तिष्ठति. समीचीनम्. कपयः वृक्षेषु कूर्दमानान् भवति वीक्षतान् वीक्षताम् लोट् लोट् लकारः अस्ति वीक्षते यथा पश्यति पश्यतु पश्यतु भवति पश्यतु इति स्मरणार्थे भवति वीक्षताम् पश्यतु इदानीं कपयः वृक्षेषु कूर्दन्ते तर्हि भवति वृक्षेषु कूर्दमानान् इति समीचीनमस्ति इदानीं कपयः तत्र कपयः कथं स्थापयितुं शक्नुमः नाम कूर्दमानान् इति कस्य विशेषणम् अत्र अस्ति तर्हि अत्र कूर्दमानान् इत्यस्य का विभक्तिः किं वचनं द्वितीयविभक्ति बहुवचनं हा द्वितीयविभक्तिः बहुवचनं तर्हि कपयः इति द्वितीयविभक्तिः बहुवचनं किं भविष्यति कपयान् अत्र कपयः इत्यस्य एकवचनान्तरूपं किम् एकवचने किम् अस्ति यथा मुनिशब्दः भगिनि तर्हि मुनिशब्दस्य बहुवचने द्वितीयविभक्तौ रूपं किं मुनिः मुनि मुनयः मुनिं मुनि हा मुनीन् एवमत्र हा सुन्दरं सुन्दरम् इदानीम् आहत्य वाक्यं भवति किं भवति कपीन् वृक्षेषु कूर्दमाना वीक्षताम् इति सम्यक् अस्ति शब्दक्रमः किञ्चित् भिन्नः भवति चेत् इतोपि सुलभं भविष्यति भवति वृक्षेषु कूर्दमानान् कूर्दमानान् कपीन् वीक्षताम् इति वाक्यं भवती एकवारं वदतु तर्हि भवती वृक्षेषु कूर्दमानान् कपीन् वीक्षताम् इदानीं सुन्दरमस्ति वाह् बहु सम्यक् अस्ति अस्तु अस्माकं समयः जातः अग्रिमे सप्ताहे प्रायः समापयितुं शक्ष्यामः इति मन्ये अस्तु तर्हि सर्वेषां धन्यवादः नमस्कारः धन्यवादः धन्यवादः नमस्कारः धन्यवादः